नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति. तत्र इकारान्तधातूनां चिन्तनं, ईकारान्तधातूनां चिन्तनं अस्माभिः गतवर्गे आरब्धमासीत्. तत्र अङ्गकार्यं कथं भवति इति विषये चिन्तनम् अपेक्षितमस्ति. तत्र सामान्यतया चिन्तनं कथं भवति इति एकवारं पश्यामः चेत् तदानीं तत्र अस्माकं सौलभ्यं भवति अग्रे गमनार्थं. तदर्थम् अत्र एकं करपत्रं मया प्रेषितम्, इकारान्तानाम् उकारान्तानाम् अङ्गानाम् अजाद्यपित्सु समग्रचिन्तनम् इति. ततः आरभ्य एकवारं पठामः. किं सूर्यकुमारी भगिनी आरब्धुमिच्छति वा? नमस्कार भगिनि, कुत्र प्रेषितं भगिनि? अत्र चाट् मध्ये अपि स्थापितम्, ईमेल् द्वारा अपि प्रेषितम्. एकवारं पुनः प्रेषयन्ति वा भगिनि? अहं विलम्बेन आगतवती, अतः न पश्यामि. ओके ओके, ईमेल् द्वारा अपि प्रेषितं न प्राप्तं वा? न प्राप्तं भगिनि, न जाने. चाट् मध्ये अस्ति. ओके, पुनः प्रेषितं, पश्यतु. धन्यवादः. भगिनि सूर्यकुमारी भगिनि आरम्भं करोतु. भगिनि षष्ठबिन्दुः खलु सार्वधातुकप्रकरणम् अनदन्ताङ्गं? न न न, इकारान्त उकारान्त मया तदेव प्रेषितं खलु, इकारान्त उकारान्त अङ्गानाम् अजादि अपित्सु. उद्घाटयतु कृपया. चाट् मध्ये मया स्थापितं, न प्राप्तं वा? प्राप्तं. अस्तु, लक्ष्मी भगिनि आरम्भं करोतु. आं भगिनि, इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजादि अपित्सु समग्रं चिन्तनम् इति योग अस्ति इत्यस्ति लघुयोग, अतः लघ्वतः इति व्यवस्था. संस्कृतभाषायां यत्र कश्चन इक् वर्णः अस्ति, परश्च कोऽपि अच् वर्णः, तत्र अव्यवहितस्थित्यां इक् स्थाने यण् आदेशः भवति इति अस्माकं सामान्यनियमः. इको यणचि इति सूत्रम् इकः स्थाने यण् स्यात् अचि संहितायां विषये इति प्रसिद्धाः वृत्तिः, यण् सन्धिः इति वदामः. अतः इकारः प्राक् परश्च कोऽपि स्वरः संहितायां विषये ई स्थाने यकारः, उकारः प्राक् परश्च कोऽपि स्वरः संहितायां विषये ऊ स्थाने वकारः इति सामान्यम्. परन्तु धातुविषये वार्ता भिन्ना भवति. तिङन्तपदस्य निर्माणावस्थायां सामान्यं भिन्नम् इति. तत्र इको यणचि इति सूत्रं प्रभात्य अचिष्णु धातुभ्रुवां युवोरियङ् उवङौ इति सूत्रेण इयङ् उवङ् च सामान्यं भवति. अनेन सूत्रेण अजादिषु प्रत्ययेषु इकारान्तधातुरूपी अङ्गस्य इकारस्य स्थाने इयङ् आदेशः, उकारान्तधातुरूपी अङ्गस्य च उकारस्य स्थाने उवङ् आदेशः भवति. अयं सामान्यनियमः, परन्तु अपवादाः सन्ति. अपि च इकारान्तानाम् उकारान्तानां च सूत्राणाम् आकृतिः भिन्ना, अतः कदाचित् भ्रमात्मकः विषयः. तर्हि अत्र अस्य समग्रं चिन्तनं कुर्मः, येन विषयः पूर्णतया स्पष्टः स्यात्. अत्र उक्तं यत् सामान्यतया यत्र किम् अचि परे अस्ति, तत् पूर्वम् इक् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् इक् स्थाने यण् आदेशः भवति इति वर्णकार्यं सामान्यसूत्रमस्ति. इको यणचि इति सूत्रं सुपरिचितं सूत्रं च. किन्तु धातुविषये यदा धातुः अस्ति, इकारान्त उकारान्त धातु इत्युक्ते धातोः अन्ते इकारः अस्ति अथवा उकारः अस्ति, ततः परम् अच् वर्णः अस्ति, अजादिप्रत्ययः अस्ति चेत् तत्र तु इको यणचि न प्रवर्तते. तत् सूत्रं प्रबाध्य अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गम् इति सूत्रं प्रवर्तते इति अस्माभिः दृष्टं बहुषु स्थलेषु. अत्र अजादिषु प्रत्ययेषु इकारान्तधातुरूपी अङ्गस्य इकारस्य स्थाने इयङ् आदेशः भवति, अपि च उकारान्तधातुरूपी अङ्गम् अस्ति तस्य उकारस्य स्थाने उवङ् आदेशः भवति इति इदं सूत्रम् अचिष्णुधातुभ्रुवा युवोरियङ् उवङौ इति सूत्रं वदति. इदं सूत्रमपि प्रभाद्य अन्य कश्चन केचन स्थलाः अपि सन्ति, तत्र तु अपवादेन भिन्नसूत्रं प्रवर्तते. तर्हि अस्मिन् विषये अत्र समग्रचिन्तनं भवतु इति कृत्वा इदं सूत्रं प्रणीतम् इति अत्र इदं करपत्रं प्रणीतम् इति अत्र उक्तं लिखितमस्ति भगिनि. हा हा, सम्यक्, समीचीनं समीचीनम्. इत्युक्ते इकारान्त अङ्गम् अनन्तरम् अजादिप्रत्ययः अस्ति चेत् सामान्यमस्ति सन्धिकार्यम्, इकोयणचि इति सामान्यसूत्रमस्ति. इकः स्थाने यणादेशः भवति अचिपरे इति. परन्तु यत्र अङ्गकार्यम् अस्ति तत्र अङ्गाधिकारे बहूनि सूत्राणि सन्ति. ईकारान्तधातुरूपी अङ्गम् अस्ति अथवा उकारान्तधातुरूपी अङ्गम् अस्ति, अनन्तरं साक्षात् अनन्तरम् अजादिप्रत्ययः वर्तते चेत् अत्र एकं सूत्रमस्ति अचिष्णुधातु ब्रुवां युवर् यङ् अङ्गौ इति सूत्रम्, अस्माकं परिचितं सूत्रमस्ति. इकारान्त अङ्गस्य इकारः इत्युक्ते ह्रस्वः वा भवतु दीर्घः भवतु, इ इ अथवा उ उ इति तादृश अन्तस्य अङ्गस्य इयङ् आदेशः उवङ् आदेशः भवति अचिपरे अजादिप्रत्ययपरे इति अस्माकम् अङ्गकार्यम् अस्ति इति एकं सूत्रमस्ति. अत्र इतोपि अन्यानि सूत्राणि सन्ति वा, इकारान्ताङ्गम् उकारान्ताङ्गं समग्रतया किं किं भवति इति इदानीम् अग्रे पश्यामः. अस्तु, तर्हि इदानीम् अग्रे सूत्रं, तर्हि तत्र किं विजयलक्ष्मी भगिनी पठति वा सूत्रम्? आं भगिनि, ई ई प्रसङ्गे अचिष्णुधातुध्रुवां युवोर्यं यङ् उवङ्गौ षष्ठमाध्यायस्य चतुर्थपादस्य सप्तसप्ततितमं सूत्रम्. स्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपि अङ्गस्य भू प्रातिपदिकस्य च एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयं वं च आदेशः भवति अजादिप्रत्यये परे. स्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः परिभाषा त्रयोविंशतितमा परिभाषा इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः. युगोः इति विशेषणं धातुः शब्दस्य एव, यतोहि श्नु प्रत्ययान्ताङ्गं भ्रूप्रातिपदिकं च उकारान्तः एव, अतः तत्र इयम् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृते युगोः इति विशेषणं योग्यम्. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रूश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम्, इश्च ऊश्च तयोः इतरेतरद्वन्द्वः यु तयोः योः, इयं च उवं च तयोः इतरेतरद्वन्द्वः इयं वङ्गौ. अचि सप्तम्यन्तं श्नुधातुः श्नुधातुभ्रुवां षष्ट्यन्तं युवोः षष्ट्यन्तं यङ् वङ्गौ प्रथमान्तम् अनेकपदम् इदं सूत्रम्. अङ्गस्य यस्य अधिकारः अनुवृत्तिसहितसूत्रं युवोः श्नु धातु ब्रुवाम् अङ्गानां यम् उवङौ अचि. सूत्रम् अस्ति अचि श्नु धातु ब्रुवाम् युवोर् यम् उवङौ इति. अत्र श्नु अचि इति सप्तमी, श्नु धातु ब्रुवाम् इति षष्ठी विभक्त्याम् अस्ति, युवोर् यम् उवङौ इति प्रथमान्तम्. अत्र श्नु धातु ब्रुवाम् इत्यत्र त्रयः विषयाः सन्ति. प्रथमम् अस्ति श्नु प्रत्ययान्त अङ्गस्य, द्वितीयम् अत्र अस्ति धातु इकारान्त उकारान्त धातुरूपि अङ्गस्य, अपि च ब्रू इति प्रातिपदिकस्य. एतेषाम् इकारस्य उकारस्य स्थाने क्रमेण इयं च उवं च आदेशः भवति. कदा भवति? अचिपरे. अत्र श्नु प्रसङ्गे परिभाषा अस्ति प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति. अतः श्नु इति तदन्तविधि इत्यनेन अङ्गस्य अन्ते यदा श्नु प्रत्ययः भवति तादृशः अङ्गस्य अत्र कार्यं भवति अचिपरे इति अर्थः. अपि च युवोः तृतीयस्य पदस्य विषये इदानीं, तत्र युवोर् इयम् उवङौ इति अस्ति. युवोः इति अत्र धातोः एव विशेषणं भवितुम् अर्हति, यतोहि श्नु इति उकारान्तम् अङ्गं भवति, अपि च रु इति प्रातिपदिकमपि उकारान्तस्य अङ्गस्य एव उकारान्त अङ्गमेव भवति. अतः अत्र उकारस्य विषये एतेषां विषये उकारस्य अचिपरे कार्यं भवितुम् अर्हति, इकारस्य तु अत्र भवितुं नार्हति, यतोहि अत्र तु इकारः नास्ति एव. अतः धातोः इत्यस्य विषये एव युवोः इति विशेषणपदम्. तत्र धातु इकारान्तमपि भवितुमर्हति, अपि च उकारान्तमपि भवितुमर्हति. अतः तत्र इकारस्य विषये इयम् अपि च उकारस्य विषये उवङ् इति आदेशः भवति अचिपरे इति सूत्रं वदति. येन विधिस्तदन्तस्य इत्यनेन धातोः अन्ते यत् अकारः भवति, यद् अकारः भवति, अपि च यद् उकारः भवति, तेषां प्रसङ्गे एव अस्य सूत्रस्य तेषां विषये एव अत्र सूत्रस्य कार्यं भवितुम् अर्हति. श्नुश्च धातुश्च भ्रूश्च इति अत्र पदानां पदेषु सन्धिविषये अत्र उक्तमस्ति. श्नुश्च धातु सन्धि अपि च समासः. श्नुश्च धातुश्च भ्रूश्च तयोः इतरेतर द्वन्द्वः भवति, तदा श्नु धातु भ्रुवः इति भवति. अपि च तेषाम् इति षष्ट्यन्तं, तेषाम् इति श्नु धातु ब्रुवाम् इति लभ्यते. एवमेव ईश्च ऊश्च एतयोः इतरेतरद्वन्द्वः यु इति भवति, तयोः युवोः इति भवति. अपि च इयं च उवं च अनयोः इतरेतरद्वन्द्वः कृत्वा इयम् उवङौ इति रूपं सिद्ध्यति. अचि सप्तम्यन्तं, श्नु धातु ब्रुवाम् इति षष्ट्यन्तं, युवोः इत्यपि षष्ट्यन्तं, यतोहि युवोः इति धातोः विशेषणमस्ति. अपि च इयम् उवङौ इति प्रथमान्तं, अनेकपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं युवोः स्नुधातुभुवाम् अङ्गानाम् इयम् उवौ अचिपरे अचि इति अर्थः लभ्यते. अग्रे पठामि वा? आम् बहु सम्यक् भगिनी, समीचीनं, सम्यक् सम्यक्तया उक्तवती. अत्र सूत्रार्थः स्पष्टः अस्ति खलु? कोऽपि प्रश्नः अस्ति वा अत्र? भगिन्या सम्यक्तया उक्तमेव. अस्तु तर्हि धन्यवादः भगिनी. इदानीम् अग्रे सूर्यकुमारी भगिनी अग्रे पठति वा? प्राप्तं वा करपत्रम्? आमाम्. अन्यत् सूत्रमस्ति इनो यण् इन् धातोः यणादेशः भवति अजादिप्रत्यये परे. यणः षष्ट्यन्तं, यन् प्रथमान्तं, द्विपदमिदं सूत्रम्. अचि स्नु धातुभ्रुवां व्योर्यङ् वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् यणः अङ्गस्य यन् अचि. तत्र इनो यन् सूत्रम् इन् धातो विषये उक्तं. तत्र इन् धातोः यणादेशः भवति अजादिप्रत्यये परे. विभक्तिरूपाणि इन्नः षष्ट्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम्. अनुवृत्तिसहित सूत्राणि अचिस्नु धातुभ्रुवां व्योर्यङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः, अनुवृत्तिसहितसूत्रम् इनः अङ्गस्य यण् अचि. इन् धातु अङ्गस्य अचि परे यणादेशः भवति इति विवरणम् अस्ति. इति विशिष्टसूत्रमस्ति खलु, इणः यण् इति सूत्रमस्ति. इणधातोः अपि इणधातोः अन्यत् इणधातुतः यदा अजादिप्रत्ययः अस्ति तत्र कानि कानि सूत्राणि प्रसक्तानि भवन्ति? इको यणचि अपि भवति. अनन्तरं तदेव इको यणचि इति सामान्यसूत्रम्. अन्यत् किं प्रसक्तमस्ति अत्र इनोयण् इति प्रसङ्गे? अजिष्णुतु धातुभ्रुवां यो यङ्गौ अपि प्रसक्ति अस्ति. अजादिप्रत्यये परे इकारस्य इयङ् आदेशः अपि भवितुमर्हति. तर्हि इकोयणचि इत्यनेन यद् साधितं यणादेशः एव, इणोयन् इत्यनेन अपि यणादेशः एव खलु? इकोयणचि इत्यनेन यत् कार्यं तदेव. वस्तुतः इकोयणचि इति सूत्रं, तर्हि इदानीं प्रश्नः अस्ति, इकोयणचि इत्यनेन एव साधयितुं शक्यते खलु? तर्हि किमर्थम् इणोयन् इति सूत्रं रचितम्? अनुवृत्ति आवश्यकता अस्ति इति वा? न न, अनुवृत्ति आवश्यकता इति न. इनोयन् इति सूत्रस्य का आवश्यकता? इकोयणचि इति न्यणादेशः ये भवति एव, तर्हि इनोयन् इत्यस्य का आवश्यकता? धातु अङ्गमस्ति, धातुविषये विशिष्टसूत्रमस्ति इति न. इकोयणचि इति अस्ति चेत् पुनः विशिष्टसूत्रस्य का आवश्यकता? इनोयन् इकार इकार एव यकारायाति, इको यणचि अन्य वर्णा अपि कार्यं भवति. न न, इकारस्य यकारः एव भवति खलु, अन्यवर्णः इकारस्य स्थाने अन्यवर्णः भवन्ति वा? न इकारस्य स्थाने यकारः एव, तादृश यकारः अत्रापि भवति. तर्हि किमर्थम् इनोयन्? अन्य कोऽपि वदति वा? प्रतिपदोक्तात् इकोणचि इति सन्धिकार्यमेव भवति. तर्हि पूर्वान् विधीन् किमपि अस्ति खलु भगिनी इकोणचि वदतु न तस्मात् अचिष्णु धातु ध्रुवान्ते इयं भवति परन्तु तस्मात् अनन्तरं यण् इच्छति इति अस्ति इति अस्ति इत्युक्ते अरुणा भगिनी अपि किञ्चित् उक्तवती परन्तु सम्पूर्णतया वक्तव्यम् इत्युक्ते अत्र इकोयणचि इति सूत्रम् इति सूत्रस्य प्रसङ्गः अस्ति परन्तु तस्य अपेक्षया अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रं बलवत् अस्ति खलु अङ्गकार्यं बलवत् अस्ति सन्धिकार्यस्य अपेक्षया तर्हि अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन इण् धातोः अपि इयङ् आदेशः भवति इकोयणचि इति सूत्रं प्रबाद्य तर्हि यणादेशः इदानीं तत्र बाधितमस्ति यणादेशः बाधितः अस्ति तर्हि तदर्थं नूतनसूत्रं रचितम् इणोयण् इति तर्हि पुनः यणादेशः एव अत्र भवेत् अचिष्णु धातु ब्रुवाम् इति सूत्रं प्रबाद्य यणादेशः अपेक्षितः इति कृत्वा इदं सूत्रं रचितम् अस्तु तत्तु इण् धातोः विशिष्टसूत्रम् इदानीम् अग्रे किं सूर्यकुमारी भगिनी अग्रे पठतु आं भगिनि एरनेकाचो एकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्तङ्गस्य यणादेशो भवति अच् परे येन विदित् तदन्तस्य इत्यनेन तादृशधातुः यस्य अन्ते इकारः न तु केवलम् इकाररूपाङ्गम् अलोन्तस्य इत्यनेन अन्त्यस्य अल्वर्णस्य यणादेशः न तु पूर्णाङ्गस्य न एकम् अनेकम् अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः तस्य अनेकाचः नास्ति संयोगः पूर्वे यस्य सा असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य एह षष्ट्यन्तम् अनेकाचः षष्ट्यन्तम् असंयोगपूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् इनो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः अचिष्णु धातु ब्रुवां योर्यङ्गौ योङ्गौ इत्यस्मात् अचि धातोः विपरिणामेन विपरिणामेन षष्ट्यन्तम् इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि तत्र विशिष्टसूत्रमस्ति एरनेकाचो असंयोगपूर्वस्य असंयोगपूर्वस्य अङ्गमस्ति इकारस्य ए इत्युक्ते इकारस्य अनेकाचः इत्युक्ते न एकाचः अनेकाच् अङ्गस्य इकारान्तस्य असंयोगपूर्वस्य इति विवरणम् एरनेकाचो असंयोगपूर्वस्य निमित्तानि असंयोगपूर्वम् अपि अनेकाचि अङ्गम् इकारान्ताङ्गम् इति येन विधिस्तदन्तस्य इत्यनेन तादृशधातु यस्य अन्ते इकारः न तु केवलम् इकाररूपाङ्गस्य अलोन्तस्य इत्यनेन अन्तस्य अल वर्णस्य यणादेशः न तु पूर्वाङ्गस्य तत्र समासविषये प्रसक्तिः अस्ति न एकम् अनेकम् अनेकेकाचः यस्मिन् सः अनेकाच् बहुव्रीहिः नैतत्पुरुषगर्भ बहुव्रीहिः तस्य अनेकाचः नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः अपि बहुव्रीहिः समासः तस्य असंयोगपूर्वस्य एः षष्ट्यन्तम् इकारस्य षष्ट्यन्तम् एः अनेकात् षष्ट्यन्तम् असंयोगपूर्वस्य अपि षष्ट्यन्तम् त्रिपदमिदं सूत्रम्। तत्र इनो यण् तस्मात् यण इत्यस्य अनुवृत्तिः अपि भवति। अचिस्नु धातुब्रुवां यो रियङ् उङ्गौ इत्यस्मात् अचि धातोः अनुवृत्ति विभक्तिपरिमाणम् अस्ति। अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति। अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि। तत्र इकारान्त अनेकाच अङ्गस्य असंयोगपूर्वस्य धातोः अङ्गस्य अचि परे यणादेशः भवति इति सूत्रार्थः। हा हा हा, समीचीनं। तर्हि अत्र इकारान्त अङ्गं भवेत्, अनेकाच् अपि भवेत् अङ्गम्, अनेके अच्वर्णः, एकः एव अच्वर्णः नास्ति इति, इत्युक्ते अच्वर्णद्वयं मिनिमम्, न्यूनातिन्यूनं अच्वर्णद्वयं भवेत्। अनन्तरम् ईकारात् प्राक् असंयोगः अपि भवेत्, इकारान्तम् अङ्गं तस्मात् प्राक् असंयोगः इत्युक्ते तत्र पूर्वं हल्वर्णद्वयं न भवेत्, तदानीं तत्र यणादेशः भवति अचिपरे। वस्तुतः अत्र यत्र एरनेकाचु असंयोगपूर्वस्य इत्यस्य कार्यमस्ति, तत्र अन्यत् किं प्रसक्तं भवति? इको यणचि अपि भवति, अचिस्नु धातुभ्रुवां योरियङ्गौ अपि भवति। हा, अपि भवति, सत्यम्। इणोयन् इति प्रसङ्गे एरनेकाचु असंयोगपूर्वस्य इत्यस्य कार्यमस्ति वा? इणधातुः प्रसङ्गे नास्ति भगिनि। किमर्थम्? एकाच् अस्ति, अनेकाच्। उत्तमम्, एकाच् अस्ति, सम्यक् सम्यक् सम्यक्। तर्हि वस्तुतः इदं सूत्रम् अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रं प्रबाद्य कार्यं करोति, एरनेकाचो संयोगपूर्वस्य इति सूत्रम्। तर्हि अनेकाचः असंयोगपूर्वस्य एः धातुः, एः धातुः इकारान्तधातुः, येन विधिस्तं तस्य इत्यनेन इकारान्तधातुः। अनन्तरं तादृशधातुः इकारान्तः कीदृशः भवेत्? असंयोगपूर्वः भवेत्, इकारात् प्राक् संयोगः न स्यात्। अनन्तरं धातुः अनेकाच्, अनेकाचः धातोः अङ्गस्य यणादेशः भवति अचिपरे इति सूत्रान्तः। तर्हि ईकारान्तानाम् अत्र त्रीणि सूत्राणि दृष्टानि, वस्तुतः चत्वारि सूत्राणि। इकोयणचि, अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ, इणो यण्, एरनेकाचो संयोगपूर्वस्य इति वस्तुतः पञ्च, चत्वारि सूत्राणि। तर्हि इदानीम् उकारान्तानां किं भवति इति वयं पश्यामः। उकारान्तानां पुनः अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रमेव प्रसक्तं तत्रापि, यदि पुनः अत्र पठनस्य आवश्यकता नास्ति, किञ्चित् अग्रे गच्छामः। तत्र इको एणचि इति आरभ्य एकवारं पठामः, तत्र किं लक्षणं, किं वंसि भगिनी पठति वा? आं भगिनि, इको एणचि षष्ठमाध्याये प्रथमसूत्रं सप्तसप्तमं सूत्रमस्ति। इकस्थाने यन् आदेशः स्यात् अचिपरे संहितायां विषये, इकः यन् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्। सवर्णे अचिपरे अकः सवर्णे दीर्घः इत्यनेन यन् बाधितम्, इकः षष्ट्यन्तं, यन् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रं। संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम्। अस्तु, एतत् उत्सर्गसूत्रमस्ति, यत्र इक् वर्णः अस्ति, पुरवर्णः, परवर्णः, अच् वर्णः अस्ति, सन्धिकार्यमस्ति, तत्र इको एणचि इति उत्सर्गसूत्रमस्ति सर्वत्र। अतः इक् स्थाने यण् आदेशः भवति, इक् इत्युक्ते इ उ इति वर्णाः सन्ति, यन् तु यर् ल यरलव इति एते यथासङ्ख्यम् अनुदेशसमानाम् इत्यनेन तत्र एकस्य स्थाने एकस्य आदेशः भवति, इकारस्य स्थाने यकारः, कारस्य स्थाने वकारः, ऋकारस्य स्थाने उरण्ड्रपरः इत्यनेन अर् भवति, लकारस्य लुकारस्य स्थाने अपि अल् भवति इति उरण्ड्रपरः इति सूत्रेण स्पष्टमस्ति. अपि च एतत् सूत्रम् असवर्ण अचिपरे एव कार्यं करोति इति, सवर्ण अचिपरे अस्ति तर्हि वस्तुतः तत्र उत्सर्गसूत्रं किं भवति तथा अपवादसूत्रं किं भवति इत्युक्ते अकः सवर्णे दीर्घः, सवर्ण दीर्घः आदेशः, सवर्णदीर्घसन्धि आदेशः भवति, अतः तत्र सवर्णदीर्घसन्धि भवति. यन् इको एणचि इत्यस्य पादक अपवादसूत्रं भवति, इको एणचि बाधितं भवति, अतः तत्र मनसि स्था तिष्ठेत् असवर्ण अचि एव भवेत्, तस्मिन् समये इको एणचि कार्यं करोति इति अस्ति. संहितायाम् इत्यस्य अधिकारे अपि अस्ति, अतः यत्र संहिता विवक्षा अस्ति तस्मिन् समये एतत् वर्णकार्यम् अस्ति. इकः यण् अचि संहितायाम् इति अनुवृत्तिसहितसूत्रमस्ति. सम्यक्, अग्रे अपि पठतु भगिनि. उष्णवो सार्वधातुके अस्तु अस्तु भगिनि. उष्णवोः सार्वधातुके इति सूत्रमस्ति, षष्ठमाध्याये चतुर्थपादे अष्ट सप्ताशीतितमं सूत्रमस्ति. हु धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य कारस्य स्थाने यन् आदेशः भवति अजादि सार्वधातुकप्रत्ययपरे. स्थानेन्तरतमः इत्यनेन उकारस्य स्थाने यन् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः. येन विधिस्थदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः. यस्मिन् विधिस्तदादौ वल् ग्रहणे इति वार्तिकेन मित्रेण अचि इत्युक्तौ अजादिप्रत्यये. हुश्च स्नुश्च तयोरितरेतर द्वन्द्वः उष्णुवौ तयोः विष्णुवोः न विद्यते पूर्वः असंयोगः, यस्मात् सः असंयोगपूर्वः बहुव्रीहिः. तस्य असंयोगपूर्वस्य उष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदम् इदं सूत्रम्. अचिष्णु धातु भ्रुवां युवोरेङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, इको इनो यन् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, एरनेकाचो असंयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः, ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः. अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अनेकाचः उष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यन् अचि सार्वधातुके. अस्तु, सूत्रार्थः प्रथमं तु सूत्रं हुष्णु ष्णु इति हुष्णुवोः इति भवति. हुष्णुवोः इत्युक्ते हु धातुः, ष्णु प्रत्ययान्त अङ्गमस्ति. तत्र ष्णु इत्युक्ते केवलं ष्णु इति धातुः नास्ति, अतः तत्र अवगम्यते तष्णु इति प्रत्ययः अस्ति. स्वादिगणे स्वादिभ्यः ष्णु इत्यनेन ष्णु प्रत्ययः भवति, अतः यत्र ष्णु प्रत्ययः भवति तस्य अङ्गस्य ग्रहणमस्ति. अत्र तत्र इतरेतरद्वन्द्वः अस्ति उष्णुवोः इति उक्तं. सार्वधातुके इत्युक्ते सार्वधातुकप्रत्ययः अस्ति, परन्तु कीदृशसार्वधातुकप्रत्ययः अस्ति इत्युक्ते अजादि सार्वधातुकप्रत्ययः अस्ति. अतः प्रथमम् अनुवृत्तिसहितसूत्रे अचि सार्वधातुके इत्यस्य दलस्य सार्थकं भवति. अधुना तु हू धातु कीदृशः भवेत् इत्युक्ते अनेकाचः तु हू धातु नास्ति, अनेकाचः तु श्रू प्रत्ययान्तम् अङ्गमेव भवति. हू धातु केवलं हू धातु भवति. अनेकाचः हूष्णुवोः इत्यस्मिन् तत्र अनुवृत्तिसूत्रे अनेकाचः इत्यस्य पदस्य किं वदामि, अनेकाचः इत्यनेन श्नू धातु प्रच्नु प्रत्ययान्तम् अङ्गमेव विवक्षितम् इति मया अवगम्यते. अपि च तत्र असंयोगपूर्वस्य अङ्गान्तस्य इत्युक्ते तत्र असंयोगपूर्वस्य ओः इत्युक्तम्. असंयोगपूर्वस्य इत्युक्ते असंयोग यत् अङ्गमस्ति तस्मिन् यदि उकारः अस्ति, अन्ते यदि उकारः अस्ति, तत् उकारः असंयोगपूर्वः भवेत् इति. इत्युक्ते तत्र यत्र अङ्गमस्ति श्नु इत्यस्मिन् यत्र संयोगः अस्ति, इत्युक्ते श्नु इत्यस्मिन् शकारः नकारः उकारः संयोगः अस्ति, अतः तत्र स्पष्टतया श्नु प्रत्ययान्तम् अङ्गं भवति उक्तं सूत्रे. किमर्थम् इत्युक्ते यदि असंयोगपूर्वस्य अङ्गस्य अङ्गस्य इति उक्तं तर्हि श्नु प्रत्ययान्तस्य अङ्गस्य ग्रहणं न भवति, यतोहि तत्र संयोगः अस्ति इति कारणात् तत्र श्नु प्रत्ययान्तम् अङ्गम् इति स्पष्टतया उक्तम्. अपि च हू धातुः अपि उकारान्तधातुः अस्ति, तस्मिन्नपि उकारस्य स्थाने यन् आदेशः भवति. इत्युक्ते यन् इत्यस्मिन् कीदृश कः वर्णः आदेशः भवति इत्युक्ते वकारः आदेशः भवति, यतोहि उकारस्य सावर्ण्यं स्थानेन्तरतमः इत्यनेन वकारस्य एव भवति इति कारणात् उकारस्य स्थाने यणादेशः वकारः आदेशः भवति. अतः तत्र अनेकाच हूष्णुवोः असंयोगपूर्वस्य ओः इत्यनेन हू धातोः अन्ते यः उकारस्य स्थाने वकारः आदेशः भवति श्नु प्रत्ययान्त अङ्गम् असंयोगपूर्वः असंयोगपूर्वः इति क्षम्यतां भगिनि, तत्र तृतीयधनमस्ति वा इति अपि मम चिन्तनम् अस्ति. न, असंयोगपूर्वस्य इति कस्य विशेषणमस्ति? हू धातोः एव भवेत् किल असंयोगपूर्वस्य. अनेकाचः अस्ति, हू धातुः अनेकाचः भवेत्. अनेकाचः तु श्नु इत्यस्य एव विशेषणं भवति इति चिन्तयामि. इत्युक्ते अत्र अनेकाचः हुष्णोः संयोगपूर्वस्य ओः अङ्गस्य यण् इत्यत्र क्रमेण एकवारं वदतु किम् अस्ति विशेष्यं, किं विशेषणम् इति. अस्तु भगिनि, अनेकाचः तु षष्ट्यन्तम् अस्ति, परन्तु तत्र अनेकाचः असंयोगपूर्वस्य ओः इति प्रथमम् इत्युक्ते अङ्गं यत् असंयोगपूर्वः अस्ति कीदृश अङ्गम् इत्युक्ते अनेकाचः अङ्गं भवेत् असंयोगपूर्वः भवेत् तस्मिन् यः असंयोगपूर्वः अङ्गम् इति न वक्तव्यम्. अङ्गात् पूर्वम् असंयोगः भवेत् इति कथम्? असंयोगपूर्वः इत्युक्ते अङ्गात् पूर्वम् असंयोगः भवेत्. असंयोगपूर्वस्य अङ्गस्य इति भवेत् किल, अङ्गस्य विशेषणम् इति न भवेत्. अङ्गस्य विशेषणं यदि भवति तर्हि अङ्गात् पूर्वम् असंयोगः भवेत् इति अर्थः. तादृश अर्थः न विवक्षितः खलु? अङ्गात् पूर्वम् असंयोगः भवेत् इति विवक्षा अस्ति वा? नास्ति नास्ति. अङ्गं यत् अस्ति उकारस्य पूर्वं संयोगः भवेत् इति विवक्षितं किल. उकारात् पूर्वम् असंयोगः भवेत्, अतः असंयोगपूर्वस्य इति विशेषणमस्ति ओः इत्यस्य. असंयोगपूर्वस्य ओः इति भवति सत्यम्. इत्युक्ते हुष्णोः इति कस्य विशेषणम् और् विशेष्यं वा किम् अस्ति हुष्णोः? अनेकाचः हुष्णुवोः इति भवति किल, तत् अनेकाचः हुष्णुवोः हुष्णुवोः अनेकाचः भवेत् इति अवगम्यते किल. न, अनेकाचः इति हुष्णोः इत्यस्य विशेषणं नास्ति. हुष्णोः अपि च अङ्गस्य अनयोः कः सम्बन्धः? तत्र तु उष्णुः अङ्गस्य तत्र अङ्गस्य इति विशेषणम् अस्ति, विशेष्यं तु उष्णुवोः भवति किल, नास्ति वा? हू इत्युक्ते हू इति धातुः अस्ति खलु, हू इति धातुः. नु इत्यनेन किं किं विवक्षितं? नु प्रत्ययान्तम् अङ्गं सत्यं. स्नु इति तु अङ्गं नास्ति, स्नु प्रत्ययान्तम् अङ्गं तर्हि तत्र यस्मिन् तत्र किमस्ति प्रत्ययग्रहणे प्रत्ययग्रहणे तदन्तग्राह्याः इत्यनेन श्नुप्रत्ययान्तमङ्गम् इति लब्धम्। तर्हि तत्र विशेषणविशेषभावः लब्धः। हु इति अङ्गं श्नुप्रत्ययान्तमङ्गम् इति लब्धं विशेषणविशेषभावः। तर्हि पुनः अङ्गं कीदृशम् इति चेत् ओहो अङ्गम् ओकारान्तम् अङ्गम्। पुनः अङ्गं कीदृशम् अनेकाच् अनेकाच् अस्ति अनेकाच् अनेकाचः अङ्गस्य अनेकाच् अङ्गम् इति पुनः विशेषणम्। तर्हि अत्र अनेकाच् उष्णोः एतत् सर्वम् अङ्गम् इत्यस्य विशेषणम्। ओहो इति अपि अङ्गम् इत्यस्य विशेषणम्। ओहो इत्यस्य विशेषणमस्ति असंयोगपूर्वस्य। ओहो इति उष्णुः इत्यस्य विशेषणं न भवति वा किम्? ओहो उष्णोः इति किमर्थं वक्तव्यम्? ओहो उष्णोः यः उकारः अस्ति उष्णोः उष्णोः इति वदति चेत् उकारः इति अवगम्यते खलु, उकारान्तम् इति अवगम्यते खलु। उष्णोः अङ्गयोः इति वदति चेत् तत्र हु इति अङ्गं श्नुप्रत्ययान्तमङ्गम् इति अवगतम्। अवगतं तद् अवगतम् उष्णोः इत्यनेन उकारान्ताङ्गम् इति अवगतम्। परन्तु तर्हि पुनः उः इति किमर्थम् उक्तम्? तदपि अस्ति किल तत्र यदि अवगतम् उष्णु उकारान्तमङ्गम् इति अवगतम् असंयोगपूर्वस्य ओः इति भवति किल? ओः इत्युक्ते असंयोगपूर्वस्य ओः इत्युक्ते अत्र उः इति उकारान्त अङ्गम् इति अवगतं, परन्तु असंयोगपूर्वस्य उः इत्यपि अवगन्तव्यं खलु। अस्तु समीचीनं। तर्हि अन्ततो गत्वा ओहो असंयोगपूर्वस्य इति तु विशेषणम् अस्ति ओहो इत्यस्य अङ्गस्य विशेषणानि सन्ति उष्णुवोः अनेकाचः इति द्वयोः विशेषणद्वयमस्ति अङ्गस्य इति सम्यक् वा भगिनि? परन्तु असंयोगपूर्वस्य ओः इति तत्र तदपि विशेष इत्युक्ते अत्र अत्र भगिनी अत्र कथं चिन्तनीयम् इति चेत् उष्णोः अङ्गयोः अनेकाचः उष्णोः अङ्गयोः ओहो अङ्गयोः अपि च ओहो अनयोः सम्बन्धः अस्ति, अनयोः सम्बन्धः सम्बन्धषष्टि अङ्गस्य ओहो असंयोगपूर्वस्य ओहो यणादेशः। ओहो एव स्थानी अस्ति खलु, ओहो स्थानी अवयव अवयविभावः अपि वक्तुं शक्यते खलु भगिनि? इति एव वक्तव्यम्, अवयव अवयविभावः एव वक्तव्यम्। अङ्गस्य ओहो यतोहि उष्णोः इति वदामः चेत् उकारान्त अङ्गम् इति अवगम्यते, परन्तु उकारान्त अङ्गस्य ओहो यणादेशः भवति। इदानीं तत्र ओहो इति न वदति चेत् अन्तादेशः अलोन्त्यस्य इत्यनेन अन्तादेशः इति वयं वक्तुं शक्नुमः, परन्तु तथापि अत्र ओहो इति उक्तं। किमर्थम् उक्तम् इति चेत् सामान्य ओहो नास्ति, अत्र सामान्य ओहो नास्ति, परन्तु असंयोगपूर्वकः ओहो असंयोगपूर्वकस्य ओहो इति कृत्वा अत्र ओहो इति स्थानी अस्ति, स्थानषष्टि तत्र विशेषणमस्ति असंयोगपूर्वः इति। तादृश ओहो यणादेशः भवति। ओहो अपि च अङ्गस्य इति विशेषणविशेषभावः नास्ति, अङ्गस्य ओहो अवयवविभावः एव। अस्तु अस्तु समीचीनं। तर्हि इदानीम् ऊकारान्तधातुः अस्ति चेत् कति सूत्राणि प्रसक्तानि? क्षम्यतां भगिनि, वदतु। अनेकाचः इत्यस्य का आवश्यकता अत्र इति भवत्याः प्रश्नः आसीत् पूर्वमपि एकवारं, तस्य तत्र मया उक्तं खलु यङ्ग् लुगन्ते कश्चन तत्र अनेकाच्यः इति वक्तव्यम् इति मया समाधानं पूर्वम् उक्तमासीत्। सत्यं सत्यं, मया विस्मृतं भगिनि, पुनः समानप्रश्नः आगतं मनसि, तदर्थं तत्र यङ्ग्लुगन्ते तत्र अनेकाच्यः इत्यस्य प्रसङ्गः अस्ति, तत् किम् अस्ति इति अग्रिमसप्ताहे वदामि, इदानीं मम मनसि नास्ति। यङ्ग्लुगन्ते तत्र अस्ति इति जानामि, तत्र प्रयोजनम् अस्ति यङ्ग्लुगन्ते, तत् किम् अस्ति इति अग्रिमसप्ताहे अहं वदामि। अस्तु अस्तु भगिनि, धन्यवादः। अस्तु वदतु भगिनि, अत्र कति उकारान्त अङ्गम् अस्ति चेत् अजादिप्रत्ययपरे किं किं सूत्रं प्रसक्तम्? अस्तु, प्रथमं तु उत्सर्गसूत्रमस्ति इको एनचि इति सामान्यसूत्रमस्ति, तस्मात् अचिष्णु धातु ध्रुवां युवोरियङ्गौ इत्यनेन उङ्गादेशः भवति। यदि उकारान्त श्लू प्रत्ययान्तमङ्गं तदपि उक्तम्, अतः तत्रापि भवितुमर्हति। तस्मात् उष्णुवोः सार्वधातुके इत्येव सूत्रं कार्यं कर्तुम् अर्हति, तत् त्रीणि सूत्राणि भवन्ति। कुत्र हू धातोः विषये वदति वा? उकारान्त धातुः कृते, उकारान्तधातुः अस्ति चेत्, मान्यतया उकारान्तधातुः अस्ति चेत् इकोयणचि प्रथमं, तदनन्तरम् अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ, अनन्तरं यदि विशिष्ट उकारान्ताल यथा श्नु प्रत्ययान्तम् अङ्गम् अथवा हु इति अस्ति चेत् तदानीम् अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति प्रपाद्य हुष्णुवोः सर्वधातुके इत्यनेन यणादेशः। तत्र आदौ इको एणचि इति प्रसक्तं, हू धातोः स्नु प्रत्ययान्त अङ्गस्य इको एणचि प्रपाद्य अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ, तदपि प्रबाद्य हुष्णुः सर्वदातिके इति आहत्य अत्रापि चत्वारि सूत्राणि, त्रीणि एव आगच्छन्ति, चत्वारि समेतं त्रीणि सूत्राणि, अत्र त्रीणि सूत्राणि, इकारान्तानां चत्वारि सूत्राणि। समीचीनम्, अस्तु भगिनि, धन्यवादः। तर्हि तदेव अत्र चित्ररूपेण दत्तमस्ति, अत्र शोभा भगिनी एकवारं प्रतिपादयति वा चित्ररूपेण किम् अस्ति इति? आं भगिनि, ईकारान्तविषये भवती वदतु, उकारान्तविषये सरस्वती भगिनी वक्ष्यति। अस्तु, तर्हि इदानीम् ईकारान्तविषये, सरित ई अथवा ईकारान्त अजादि किति निति परे एकाच् अस्ति चेत् सामान्यसूत्रं सामान्यप्रयोगः इयङ् इति दर्शितं तत्र, इयङ् इत्यत्र इकारान्तधातवः अङ्गम् एकाच् भवेत्। तत्र उदाहरणार्थं तुदादिगणे रि धातुः, रियोगः आयोगः ति रियति इति भवति, तर्हि तत्र रियोगः आयोगः ति इत्यत्र अचिपरे भवति, रि इत्यस्य रि इति इकारान्त अङ्गम् अस्ति इदानीम्, अपि च तत्र अजादि किति निति परे इति निमित्तम् आ इत्यनेन पूरितं, तर्हि रि इत्यस्य अङ्गस्य इकारस्य स्थाने तत्र केन सूत्रेण दर्शितम् इत्युक्ते अचिष्णु धातु ब्रुवां, तत्र तु न दर्शितं, किन्तु अग्रे अजादिगणे अदादिगणे वि इति धातुः तत्रापि इति स्वीकृत्य अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इत्यनेन किं तत्र इ आदेशः भवति, पूर्वं तत्रापि इ आदेश इ इति आदेशः भवति, अतः रियति अपि च वियन्ति इति, रियोगः आयोगः ति रियोगः र योगः इ योगः ति रियति। इदानीम् अदादिगणे वियोगः अन्ति, तत्र व योगः इ आदेशः अन्ति वियन्ति इति अचिष्णु धातु ब्रुवाम् इत्यनेन, तत्र अपवादः वि धातोः कृते दर्शितम्, तत्र अदादिगणे इन् धातुः अस्ति, अङ्गम् एकाच् तत्र इदानीम् अपि इयोगः अन्ति यन्ति इति भवति इणो यण् इत्यनेन, यतोहि तत्र इणो यण् इति विशिष्टसूत्रमस्ति केवलं यण् धातोः कृते. तत्र इणो यण् इति प्रतिपदोक्तत्वात् इति दृष्टवन्तः, अतः तत्र अपवादरूपेण अचिष्णु धातुभ्रुवां योर्यङ्गुवङ्गौ इति सूत्रस्य अपवाद सूत्रस्य अपवादभूतं सूत्रं भूत्वा आगच्छति. तर्हि इणो यण् इत्यस्य कार्यमेव तत्र भवति. अनेकाच् अस्ति चेत् तत्र इयङ् आदेशः, तत्रापि अपवादत्वेन यण् इति कथं भवति इति. अनेकाच् इत्यस्य कृते इदानीम् इकारान्तधातवः अङ्गम् अनेकाच् संयोगपूर्वः इकारः तत्र अस्तु, पूर्वं तत् तस्य विषये नोक्तम् अस्तु. संयोगपूर्वः इकारः उदाहरणार्थं जुहोत्यादिगणे ह्री धातुः इदानीं जिहि इति तत्र अङ्गं भवति. योगः अति इदानीम् अचि परे पुनः जिह्रि इत्यत्र किं तत्र जिह्र इति इत्युक्ते तत्र इकार अङ्गान्तस्य इकारस्य स्थाने अचिष्णु धातुभ्रुवाम् इत्यनेन इ आदेशः भवति. इयङ् आदेशः इ, जिह्र योगः इ योगः अति, जिह्रियति इति तत्र केवलं वर्णमेलनेन. तत्र पुनः अचि परे अस्ति इति कृत्वा, अपि च स्नु धातुभ्रुवां योः इयङ्गुवङ्गौ इति किं निमित्तं, तर्हि इदन्त अङ्गम् इकारान्त अङ्गम् अस्ति, अचि परे अस्ति. तत्र सूत्रेण किम् उक्तम् अचिष्णु इति, एकक्षणं भगिनि. अस्तु तर्हि इदानीं कुत्र गतम्? यथा इदानीमेव चर्चितम् अस्तु. तर् मम अचिष्णु धातुभ्रुवाम् इति स्नु प्रत्ययान्त अङ्गस्य अपि च इकारान्त उकारान्तधातुरूपी अङ्गस्य इकारस्य उकारस्य स्थाने इयङ्गुवङ्ग्, तत्र तावदेव अस्ति. इकारान्त उकारान्तधातुरूपी अङ्गस्य इति अस्तु. तर्हि इदानीं तस्य कार्यम् अभवत्. दिस् गोस् बेक् अण्ड् फोर्त् भगिनी, एकक्षणम्. इदानीं न तत्र अग्रे अस्तु, अग्रे गतम् अस्ति. अस्तु हा, तर्हि इट् वास् गोयिङ्ग् टु द नेक्स्ट् वन् भगिनि. अपवादत्वेन अग्रे एरनेकाचो अस एरनेकाचः असंयोगपूर्वस्य इति सूत्रं स्वीकृत्य तत्र यण् भवति. एरनेकाचो इत्यनेन यणादेशः भवति इकारान्त अङ्गस्य. इकारान्तधातुः तत्र असंयोगपूर्वः अपि भवेत्. उदाहरणार्थं तत्र भी धातुः स्वीकृतम्. भी धातोः बिभि इति अङ्गं, योगः अति इत्युक्ते अचि परे. तत्र एरनेकाचः एकाच् एरन् एरनेकाचो असंयोगपूर्वस्य. इदानीं तत्र अनेकाच् इति अस्ति खलु, बिभि इति अनेकाच् अस्ति, योगः अति. तत्र एतेन सूत्रेण यणादेशः भवति. बिभ् योगः य यण् इत्यस्य यकारः तिष्ठति, योगः अति बिभ्यति इति भवति तत्र, किन्तु एरनेकाचो इति सूत्रं किं वदति? असंयोगपूर्व अनेका चिकारान्तस्य यणादेशो भवति अचि परे इति. हा तदेव. तर्हि अपवादत्वेन इत्युक्ते तत्र अचिष्णु धातुभ्रुवाम् इति सूत्रं प्रथमम् आगच्छति, तदनन्तरं तद् अपि प्रपाद्य एरनेकाचु असंयोगपूर्वस्य इति कार्यं भवति इति मन्ये तत्र. अस्माकं पूर्वस्मिन् पृष्ठे किं दृष्टम्, अनेकाच् इति सामान्यशास्त्रं, तत्र अनेकाच् इत्यत्र एरनेकाचो इति भवति, बाध्यबाधकभावः तत्र किं तुदादिगणेषितम् अस्ति, इको एणचि, तदनन्तरम् अचिष्णुधातुभ्रुवां, तदनन्तरम् एरनेकाचो इति अन्ते, तदपि प्रवाद्य आगच्छति इति. तर्हि तत्र अन्यत् किमपि वक्तव्यं वा भगिनि? सामान्यम् अस्ति तत्र अचिष्णुधातुभ्रुवाम् इति उवङ्ग् आदेशः, क्षमताम्, इयङ् आदेशः. तदनन्तरं हा सामान्यमस्ति अचिष्णुधातुभ्रुवाम् इति इयङ् आदेशः. तत्र अपवादत्वेन इणो यण् इति आगच्छति इति पूर्वं दृष्टवन्तः. यत्र इत्युक्ते इकारान्त अङ्ग इण् इति धातोः कृते, अपि च अनेकाच् अस्ति चेत् तत्रापि अचिष्णुधातुभ्रुवाम् इत्यस्य कार्यं भवति. तत्र अपवादत्वेन यण् इदानीम् एरनेकाचो असंयोगपूर्वस्य इत्यनेन यणादेशः भवति तं प्रबाध्य इति, तावत् अस्ति इति मन्ये. सत्यं सत्यं सत्यं, समीचीनम् इति एव अस्ति. अस्तु, धन्यवादः. समीचीनम् इति तत्र उदाहरणसहितं प्रदर्शितमस्ति. नाम एकाच् अस्ति चेत् सूत्रद्वयमेव प्रसक्तं, वस्तुतः इको एणचि प्रबाद्य अतिष्णुधातु ब्रुवां युवर् यङ् वाङ्गौ इति सामान्यमस्ति, इनो एण् इति विशेषः अस्ति. एवम् अनेकाच् अस्ति चेत् सामान्यमस्ति अचिष्णुधातु ब्रुवां युवर् यङ् वाङ् वङ्गौ. विशेषः कः इति चेत् असंयोगपूर्व इकारः अस्ति चेत् विशेषः एरनेकाचो संयोगपूर्वस्य इति, तावदेव तत्र. इदं किञ्चित् अग्रे गच्छामः. सरस्वती भगिनी अग्रे पठति वा? आं भगिनि, श्रूयते किल? पठानि वा उकारस्य विषये किञ्चित् वदामि. किं किं करणीयं? तत्सर्वं सूत्रं पठामि किम्? एतद् यत् आसीत् मध्ये अत्र अत्र यद् लिखितम् एकवारं पठतु, तदनन्तरम् उकारस्य विषये चिन्तनं कुर्मः. अत्र यद् यद् चर्चितं तस्य विषये एव लिखितम् अस्ति, अतः एकवारं पठतु. सामान्यं सूत्रम् अचिष्णुधातु भ्रुवां युवोर्यङ्गु वङ्गौ, षष्ठ अध्याय चतुर्थः पादः सप्ततितमः सूत्रम्. अपवादः इनोयन् तथा एरनेकाचो संयोगपूर्वस्य. एकाच् सामान्यशास्त्रम्. इकारान्तधातुषु ईकारान्तधातुषु च सर्वप्रथमं भागद्वयं करणीयम्, अङ्गम् एकाच् अनेकाच् वा इति. अच् इति स्वरः, एक एव स्वरः यस्मिन् इति एकाच्, अनेके अचः यस्मिन् इति अनेकाच्. इकारान्तेषु एकाच् धातुषु इयङादेशो भवति अजाद्यपिति प्रसङ्गे अचिष्णुधातु भ्रुवां युवोर्युङ्गु वङ्गो इति सूत्रम्. वक्तव्यं किं भगिनि वा केवलं पठनीयं? केवलं पठतु, वदनस्य आवश्यकता नास्ति. इदानीम् उक्तं सर्वम् उत्तमः. आमाम्. अजादिगणे वियोग अन्ति, अत्र अचिष्णुधातु भ्रुवां युवोर्युङ्गु वङ्गो इत्यनेन इयङ् आदेशः भवति. वकारयोग इय योग अन्ति दीयन्ति. एकाच विशेषशास्त्रं केवलम् एक एव अपवादः अस्ति, इन् गतौ धातु अजाद्यपिति प्रसङ्गे इन् धातोः यणादेशो भवति इनो इयन् इति सूत्रेण. अजादिगणे इन् इन् गतौ इ योग अन्ति, युनो यण् इत्यनेन यण् भवति तदा यन्ति रूपं सृज्यति. भगिनी धन्यवादः. इदानीं भवती उकारान्तस्य विषये अनन्तरं वदतु. इदानीम् अरुणा भगिनी अग्रे पठिष्यति. किं पठनीयं भगिनी? चित्रपटं वा? हा, अनेकात् सामान्यशास्त्रं. ततः इकारान्तधातोः अङ्गम् अनेकाच् अस्ति. अनेकाच् अनेकाच् विशेषशास्त्रम् असंयोग सामान्यशास्त्रम् अनेकाच् सामान्यशास्त्रम् इकारान्तधातोः अङ्गम् अनेकाच् अस्ति चेत् सः इकारः संयोगपूर्वो वा असंयोगपूर्व इति द्रष्टव्यम्. इकारः संयोगपूर्वः चेत् अजादि अपित्तिप्रसङ्गे इयङ् आदेशः भवति. अयं सामान्यनियमः. सूत्रमस्ति अतिष्णुधातु भ्रुवां युवोरियङ्गौ इयङ् ओङ्गौ. उदाहरणार्थं जुहोत्यादिगणे जिह्नि. अत्र जुहोत्यादिगणे ह्रि धातुः जिह्रि भवति. जिह्रि युवः अति अचिष्णुधातु भ्रुवां युवोरियङ् ओङ्गौ इत्यनेन जिह्युग इय युग अति जिह्रियति इति रूपं भवति. ओके. अनेकाच धातोः अनेकाच् अस्ति चेत् इकारान्तधातु अङ्गम् अनेकाच् इकारान्तधातु अस्ति चेत् कार्यं कथं करणीयम् इति दत्तम्. इकारः अनेकात् इकारान्तातु संयोगपूर्वः वा असंयोगपूर्वः इति प्रथमं निश्चयं करणीयं. तदा इकार संयोगपूर्वः चेत् अजादिप्रत्यये परे इयङ् आदेशो भवति. खिन्नसूत्रेण इति अचिष्णुधातुर्भ्रुवां युवोर्युवङ् रियङ् उवङ्गौ इति सूत्रेण उदाहरणमत्र दत्तमस्ति. ह्रि धातु हि धातु इकारान्तधातु संयोगपूर्वः अपि अस्ति. अतः जिह्रि युवति अचिष्णुधातु भ्रुवां युवोर् युवङ्गौ इति सूत्रेण इय आदेशः भवति. जिह्रियति इति रूपं भवति. अग्रे अपि पठतु. अनेकाच् विशेषशास्त्रम् असंयोगपूर्वः इकारान्तधातुः चेत् एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण यण् विधीयते. उदाहरणानि यथा जुहोत्यादिगणे बिभि चिखि यङ् लुक्कि यथा नेनि इत्यादीनि अङ्गानि. जिहोत्यादिगणे कि इति धातुः द्युत्तं भूत्वा चिखि इति भवति. चिखि योग अति एरनाकाचो असंयोगपूर्वस्य इत्यनेन असंयोगपूर्व यण् भवति. यण्णकारान् चिक् योग या योग अति चिख्यति इति रूपं भवति. अधुना अनेका इकारान्तधातुः पूर्वम् असंयोगपूर्ववर्ण अस्ति चेत् एरणाकाचो असंयोगपूर्वक्षेत्रेण एन् एन् इति आदेशः विधीयते. उदाहरणं कि धातु नित्तं भूत चिकि भाति एरणाकोचौ संयोगः नास्ति इकारपूर्वम्. अतः एन् आदेशः भवति. नकार हलन्तं लोपः भवति. संज्ञा भवति चिक्योया अति चिक्यति इति रूपं भवति. वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि अचिष्णुधातु भ्रुवां युवोरियङ् ओङ्गौ इत्यस्य प्रसक्तिः अस्ति. किन्तु तत्र एरणाकाचो असंयोगपूर्वस्य इति तत् सूत्रं प्रबाद्य यन् विधीयते. असंयोगपूर्वधातुः अस्ति चेत् अचिष्ट धातुर् इवाङ्ग प्रसक्तिः अस्ति, परन्तु अनेकाच् अस्ति चेत् केवलम् एरणाकाचु संयोगपूर्वसूत्रेण प्रबाद्य यण् विधीयते. संयोग सारांशमस्ति अनेकाच् असंयोग संयोगपूर्व अस्ति चेत् अचिष्णुधातु ब्रुवां युवोर्युवङ्गौ इत्यनेन इयङ् आदेशः भवति. पर अनेकाच् अनेकाच् इकारान्तधातु असंयोगपूर्व इति अत्र एरिणाकोजो संयोगपूर्वस्य सूत्रं कार्यं करोति. सम्यक् भगिनि, समीचीनं समीचीनं. यद्यत् चित्रे अस्ति तदेव अत्र लिखितमस्ति. धन्यवादः. इदानीं बाध्यबाधकभावः इति विषयः, तत्र लक्ष्मी भगिनी पठति वा? आं भगिनि, पठामि. बाध्यबाधकभावः अजादिषु कितिङित् प्रत्ययेषु परेषु ई वर्णान्तधातुरूपी अङ्गे आरम्भतः कथं कार्यं सिद्ध्यति इति चेत् बाध्यबाधकभावः द्रष्टव्यः. यथा दुदादिगणे रियोग आ इकोयणचि इत्यनेन यण् सार्वधातुक अर्धधातुको धातुकयोः इत्यनेन गुणः, सार्वधातुकम् अपित् नीति च इत्याभ्यां गुणनिषेधः, अचिष्णु धातुब्रुवां युवोर् यङ् वङौ इत्यनेन इयं ऋ योग इ योग आ योगति रियति इति रूपम्. अदादिगणे इण् गतौ इ योग अन्ति इकोयणचि इत्यनेन यण् सार्वधातुक अर्थधातुकयोः इत्यनेन गुणः, सार्वधातुकमपित् इति च इत्याभ्यां गुणनिषेधः, अचिष्णु धातुब्रुवां युवोर् यङ् वङौ इत्यनेन इयङ् इणो यण् इत्यनेन यण् रूप अन्तिमरूपम् इयन्ति. जुहोत्यादिगणे भी धातुः बिभियोग अति इकोयणचि इत्यनेन यण् सार्वधातुकार्थधातुकयोः इत्यनेन गुणः, सार्वधातुकम् अपित् इति च इत्याभ्यां गुणनिषेधः, अचिष्णु धातुप्रुवां युवोर्यङ् वङौ इत्यनेन इयङ् एरनेकाचो संयोगपूर्वस्य इत्यनेन यण् बिभ् योग य योग अति बिभ्यति इति रूपाणि इति रूपम्. अत्र बाध्यबाधकभावः कथं भवति इति उक्तमस्ति. यत्र तुदादिगणे रि इति धातुः अस्ति, रि इति धातुः इकारान्तधातुः, रि योग आ अत्र शा इति विकर्णप्रत्ययः यथा विधीयते, सामान्यसूत्रम् उत्सर्गसूत्रम् इकोयणचि आयाति, इकोयणचि प्रभाद्य सार्वधातुकार्थधातुकयोः अङ्गबलात् कार्यं कर्तुम् आयाति. अत्र अकारः शा इति विकर्णप्रत्ययः अपित् इति कारणात् सार्वधातुकम् अपित् निति च इत्याभ्यां गुणनिषेधः यथा भवति, तस्मिन् सन्दर्भे अचिष्णुधातुप्रुवा युवोरियङ् वङौ इत्यनेन दि इत्यस्य इकारस्य स्थाने इयङ् आदेशः भूत्वा रियति इति रूपं लभते. अदादिगणे यत्र इण् गतौ इति धातुः स्वीकुर्मः चेत् इ योग अन्ति इति प्रसङ्गे अत्रापि इकारः वर्तते, ततः परम् अच् स्वरवर्णः अस्ति इति कारणात् इकोयणचि इत्यनेन यणादेशः भवितुमर्हति. तत्रापि सार्वधातुकार्थधातुकयोः इत्यनेन गुणस्यापि प्रसङ्गः, इकोयणचि प्रभाद्य सार्वधातुकार्थधातुकयोः कार्यं कर्तुम् आयाति. पुनः अत्र अन्ति इति निद्वत् नित्तेव अस्ति इति कारणात् सार्वधातुकमपि इति क्षम्यताम् अन्ति अपित् इति कारणेन सार्वधातुकम् अपित् इति कारणेन निति च इत्याभ्यां गुणनिषेधः. अत्र इकारस्य इयङ् आदेशः स्यात् अचिष्णु धातु ब्रुवां युवर्यङ्गुवङ्गौ इत्यनेन, किन्तु अत्र प्रतिपदोक्तत्वात् इनोयण् इति सूत्रं कार्यं करोति. यण् आदेशः अपि भूत्वा इकारस्य स्थाने यकारः भूत्वा यन्ति इति रूपं लभ्यते. किमर्थं प्रतिपदोक्तत्वम् इति वक्तव्यं? तत्र अपवादः इति वक्तुं शक्यते वा? अपवादः इण् इति पृथक्तया उक्तं खलु, विशेषेण उक्तत्वात् प्रतिपदोक्तत्वात् बलमधिकं. न, अपवादः इत्युक्ते अत्र पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया भवितुमर्हति चेत् तया परिभाषया एव अस्माभिः क्रियते. यदा तैः न साध्यते तदानीं प्रतिपदोक्तत्वम्. अत्र अचिष्णुधातुभ्रो युवोर्यङ्गस्य पृथक् कार्यक्षेत्रम् अस्ति. इणोयण् इत्यस्य तु अन्य कार्यक्षेत्रं नास्ति, यतोहि इण् इत्यत्र एव भवति इति कारणात् तस्य निरवकाशत्वं भवति इति अपि कृत्वा अत्र अपवादबलेन इणोयण् इत्यस्य कार्यं भवति इति वक्तुं शक्यते. इति एव वक्तव्यम्. अस्तु, यदा जुहोत्यादिगणे भी धातुः स्वीकुर्मः चेत् अत्र अभ्यासकार्यं सर्वं भूत्वा बिभि इति यद् अङ्गम् अस्ति, बिभि इति अङ्गम् अनेकाच् अस्ति, अपि च इकारात् पूर्वम् असंयोगः अपि अस्ति. तादृशबिभि इति अङ्गस्य अनन्तरम् अति इति प्रत्ययः, अजादिप्रत्ययः यदा जायते, इको यणचि इति सूत्रस्य प्रसक्तिः, इकारः अस्ति परम् अकारः, तत् प्रबाद्य सार्वधातुकार्थधातुकयोः इत्यनेन गुणः, गुणस्य प्रसक्तिः, पुनः अत्रापि ङित् अपित् अस्ति इति कारणात् सार्वधातुकम् अपित्, ङिति च इत्यनेन गुणनिषेधः. अत्र पुनः ईकारान्तधातुः अस्ति इति कृत्वा, अपि च अत्र भगिनी धातुरूपी अङ्गम् इति वक्तुं शक्यते वा? इकारान्तधातुरूपी अङ्गं बिभि इति इकारान्तधातुरूपी अङ्गं नास्ति वा? भवति, यतोहि अत्र किम् अस्ति, बिभि इति धातुः एव खलु, धातोः एव द्वित्वं जातम्. धातुसंज्ञा इदानीमपि अस्ति. सत्यम्, इति कारणात् अत्रापि धातुरूपी अङ्गमेव. तर्हि इकारान्तधातुरूपी अङ्गस्य इकारस्य इयङादेशः, इयङादेशस्य प्रसक्तिः अचिष्णु धातु ब्रुवां युवोर्यङ्गुवङ्गौ इत्यनेन, किन्तु बिभि इति धातुः इकारान्तधातुः अस्ति चेदपि इकारात् पूर्वम् असंयोगः वर्तते अनेकाचङ्गम् इति कारणात् अत्र एरनेकाचो संयोगपूर्वस्य इति सूत्रेण इकारस्य यण् आदेशः भूत्वा यकारः इकारस्य स्थाने भूत्वा बिभ्यति इति रूपं लभते इति त्रीणि उदाहरणानि अत्र उक्तानि. सम्यक्. चित्ररूपेण यदासीत् तदेव अत्र अयमेव विषयः अस्ति. कोऽपि संशयः अस्ति वा? नो चेत् अग्रे गच्छामः. कस्यचित् स्पष्टता नास्ति चेत् वदन्तु, पुनः परिशीलयितुं शक्नुमः. ओके, तर्हि इदानीम् ऊकारान्तधातूनां चित्रं सरस्वती भगिनी करोतु. उकार तथा ऊकार अजादि कितिनिति परे सामान्यमस्ति उवङ्गम्. उकारान्तधातवस्य प्रथमम् उदाहरणमस्ति, अजादिगणस्य यु धातुः, यु योग अन्ति, अजादिगणः अस्ति अतः तत्र वितरणकस्य नास्ति, यु योग अन्ति. अत्र पुनः इकोयणचि कार्यं कर्तुं शक्नोति, परन्तु अङ्गकार्यं कृत्वा अत्र अचिष्णुधातुभ्रुवां युवोर्यङ्गुवङ्गौ इत्यनेन कार्यं भवति, उकारस्य स्थाने उवङ् आदेशः भवति, उवङ् नित् अस्ति, तत्र केवलम् उ अवशिष्यते, यकारयोग उव् योग योग अन्ति, तत्र केवलं वर्णमेलनेन युवन्ति भवति. सामान्य द्वितीयम् उदाहरणमस्ति श्लू धातु कृते, श्लू प्रत्यये कृते, तर्हि धातुः अस्ति शक्, अत्र संयोगपूर्वम् अस्ति अतः एतद् उदाहरणं स्वीकृतमस्ति. शक् योगश्नु, तर्हि अत्र पुनः शकारस्य इति भूत्वा लोपो भूत्वा शक्नु अवशिष्यते. शक्नु अत्र उकारात् पूर्वं संयोग अस्ति ककारनकारस्य, अतः शक्नु योग अन्ति यदा भवति तर्हि शक् केवलं श्नु प्रत्यान्त अङ्गम् अङ्गस्य कृते अस्ति, ऊकारान्त अस्ति, अतः अत्रापि अचिष्णुधातु ध्रुवां युवो यङ् वङ्गो अस्य कार्यमेव भवति. शक्न योग उवङ् ऊकारस्य स्थाने उवङ् पुनः उ एव अवशिष्यते, योग अन्ति, पुनः वर्णवेलनेन शक्नुवन्ति. अपवादरूपेण यण् धातुः कार्यम् अपवादरूपेण यण् आगच्छति, तत्र उष्णवोः सार्वधातुके इत्यनेन सूत्रेण, तर्हि तस्य कृते पू धातोः उदाहरणमस्ति. पू धातुः अस्ति तत् जुहोत्यादिगणस्य, तर्हि तत्र द्वित्वं भूत्वा अभ्यासकार्याणि भूत्वा जुहु भवति, जुहु योग अति. अत्र पुनः इकोयणचि प्रबाद्य, इकोयणचि प्रबाद्य पुनः अचिष्णुधातु गृहां युवोर्यङ्गु वङ्गौ तदाय आयाति, परन्तु तदपि प्रबाद्य हुष्णवोः सार्वधातुके एतस्य कार्यं भवति. अत्र पुनः हुष्णवोः सार्वधातुके अत्र के यण्सन्धि एव भवति, उकारस्य स्थाने वकार आगच्छति, जुप् योग वकार योग अति जुभति. तर्हि अत्र वयं दृष्टवन्तः यत् सामान्यरूपेण उवङ् आगच्छति, परन्तु अपवादरूपेण यण्. पुनः एतत्तु केवलं धातोः विषयः आसीत्, तर्हि अपवादरूपेण पुनः श्नु प्रत्ययस्य उदाहरणं स्वीकृतमस्ति असंयोगपूर्वं. तर्हि अत्र उदाहरणरूपेण ची योग धातु अस्ति, ची योगश्नु स्वाधिगणस्य ची योगश्नु श्नु प्रत्ययः अस्ति, तर्हि तत्रापि केवलं नु अवशिष्यते, तर्हि चिनु भवति, चिनु योग अन्ति. अत्र अपि इकोयाणिचि प्रथमम् आगच्छति, तत् प्रबाद्य अङ्ग कार्याणि अत्र अचिष्णुधातुभ्रुवां युवोर्यङ्गुवङ्गो एतस्य प्रसक्तिः भवति, परन्तु पुनः अत्र उष्णवोः सार्वधातुके तस्य कार्यं तत् अचिष्णुधातुभ्रुवां युवोर्यङ्गुवङ्गो एतत् प्रबाद्य उष्णवोः सार्वधातुके आगच्छति. पुनः तर्हि उवङ् आदेश अभूत्वा तत्र यणादेशः एव भवति, अतः उकारस्य स्थाने वकार आगच्छति, चिन् योग वकार योग अन्ति, वर्णमेलनेन चिन्वन्ति भवति. सर्वसामान्यम् अत्र इतोपि एकम् उदाहरणं स्वीकृतमस्ति, यणादेश श्नु विहाय प्रत्ययसहितम् उकारान्तम् अङ्गं यथा तनादिगणस्य अस्ति, तन् योग उ तनु भवति, अत्र तनु योग अन्ति. अत्र तनु धातु उकारान्त नास्ति, यतोहि नकारान्त अस्ति, तन् अस्ति, तथा विकरणप्रत्ययपि श्नु नास्ति, उ केवलमस्ति, अतः अत्र न तु अचिष्णुधातु भ्रुवां युवोर्यङ्गुवङ्गौ अस्य कार्यं भवति, न अन्य किमपि, तर्हि केवलम् इकोयणचि अस्यैव कार्यं भूत्वा उकारस्य स्थाने इत्युक्ते यण् आदेश भूत्वा वकार आगच्छति, तन् योगवकार योग अन्ति, तन्वन्ति इकोयणचि इत्यनेन भवति. तर्हि उकारान्त अस्ति चेत् धात्वपि द्रष्टव्यं, तथा श्नु प्रत्ययः अस्ति वा अन्य कोऽपि प्रत्ययः अस्ति तद् दृष्ट्वा एव विषयः करणीयः. समीचीनं समीचीनं भगिनि, धन्यवादः. तर्हि तदेव, तस्य विषये एव अत्र लिखितमस्ति. विजयलक्ष्मी भगिनी पठति वा? प्रश्नः अस्ति वा? अत्र अवगतं वा तत्र किम् उक्तम् इति चेत्, वस्तुतः अत्र संयोगपूर्वक उकारः वा असंयोगपूर्व उकारः वा इति प्रश्नः. यु इति धातुः सामान्यधातुः, यत्र संयोगः किमपि नास्ति एव. उकारात् प्राक् एकः एव वर्णः अस्ति, अतः तत्र तु उष्णुः सर्वधातुके इत्यस्य प्रसङ्गः नास्ति. साक्षात् अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गम्. अन्यत्र यत्र धातोः यद्धातौ उकारात् प्राक् संयोगः अस्ति वा असंयोगः अस्ति वा इति द्रष्टव्यम्. संयोगः अस्ति चेत् तदानीम् अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गम्. असंयोगः अस्ति चेत् उष्णोः सर्वधातुके, यथा तदपि उष्णुः सर्वधातुके तदपि केवलं हू धातोः अनन्तरं स्णू प्रत्ययान्तमङ्गम् अस्ति चेदेव उष्णुः सर्वधातुके. अन्यत्र सर्वत्र इत्युक्ते एवं चिन्तयितुं शक्नुमः, हू धातोः अनन्तरम् असंयोगपूर्व उकारान्त अनेकाच् धातुः, तत्र उष्णुः सर्वधातुके इति कार्यं करोति. अन्यत्र सर्वत्र संयोगः अस्ति वा असंयोगः अस्ति वा, अन्यत्र सर्वत्र अचिष्णुधातु ब्रुवां योर् याङ् वाङ्गौ इति सामान्यतया भवति. इत्युक्ते तस्य प्रसक्तिः यत्र भवति तत्र भवति. अपि च अन्यदपि स्थलमस्ति यत्र अचिष्णुधातु ब्रुवाम् इत्यस्यापि प्रसक्तिः नास्ति, उष्णोः सर्वधातुके इत्यस्यापि प्रसक्तिः नास्ति, केवलम् इको एणचि इत्यस्यैव कार्यं भवति इति अत्र अस्ति. इति इकारान्तदातोः अपेक्षया अत्र कश्चन भेदः अस्ति. अस्तु, विजयलक्ष्मी भगिनी अग्रे. सामान्यम् अचिष्णुधातुभ्रुवां योर्यं वमौ अपवादः हुष्णुवोः सार्वधातुके. सर्वसामान्यम् इको यणचि इति सूत्रत्रयं वर्तते. सामान्यशास्त्रम् इकारान्तेभ्यः ईकारान्तेभ्यः च उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः. अत्र सामान्यशास्त्रे एकाच् अनेकाच् इत्यनुसृत्य विभजनं नास्ति, किन्तु आम् ईवर्णान्तेषु इयम् इव ऊवर्णान्तोः साक्षात् अजादिकित् नित् प्रत्ययेन सह सम्पर्कः भवति चेत् उवङ्गः प्रसङ्गः आयाति. सामान्यशास्त्रमस्ति अचिष्णुधातुभ्रुवां युवोर्यं यङ्वङ्गौ, यथा अदादिगणे विकरणप्रत्ययस्य लुक् भवति, अतः धातोः साक्षात् तिङ्प्रत्ययेन सह सम्पर्कः. तिङ्प्रत्ययः अजादि अपि चेत् उवङ् आदेशः, यथा यु योगः अन्ति तत्र शप् इत्यस्य लुक् भवति, इत्यस्य अनन्तरं यत् उकारः अस्ति तस्य उव इति आदेशः भवति अचिष्णुधातु ब्रुवां यो यङ् वङ्गौ इति सूत्रेण. यतोहि अन्ति इति अचिपरे अस्ति इति कृत्वा य योगः उव योगः अन्ति युवन्ति इति वर्णमेलनेन भवति. पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजाद्य अपि चेत् प्रसङ्गः आयाति, यथा सुदादिगणे विकरणप्रत्ययः श अनुबन्धलोपे अ इति अजाद्यपि अस्ति, गु योगः श, अत्र सुदादिगणे विकरणप्रत्ययः अस्ति श, तत्र पित् नास्ति अपित् अस्ति, अतः गुयोगः श, तत्र अवशिष्यते केवलम् अकारः, गुयोगः अ इति भवति. तत्र पुनः ग उत्तरवर्ति अकारस्य उङ् आदेशः भवति, अतः ग योगः उव योगः अ गुव गुवति इति रूपं सिद्ध्यति। तुदादिगणे अन्ये उकारान्तधातवः तथैव ध्रु इत्यस्य ध्रुव, कु इत्यस्य कुव, नु इत्यस्य नुव, धू इत्यस्य धुव, सु इत्यस्य सुव इति सिद्ध्यति अङ्गम्। तर्हि धातुः उकारान्तः चेत् अजाद्यपित् प्रत्ययेन सह सम्पर्कः चेत् अचिष्णुधातुध्रुवां योर्यङौ इति सामान्यशास्त्रम्। पुनः अन्यप्रसङ्गः अस्ति यत्र सामान्यं प्रवर्तते संयोगपूर्वं श्नुप्रत्ययान्त अङ्गम्, तत्रापि अजादौ किति नीति प्रत्यये परे उवङ् आदेशः एव आदेशो विहितः। यथा शक् नु शक् इति धातु पञ्चमी स्वादिगणे अस्ति, पञ्चमः स्वादिगणे अस्ति, अत्र श्नु इति प्रत्ययः विकरणप्रत्ययः भवति। शक् इति अङ्ग धातु श्नु योजनेन शकारः लुप्यते, शक्नु इति अङ्गम्, अत्र उकारात् पूर्वं संयोगः अस्ति। अतः एरणेकाचो इत्यस्य प्रसङ्गः न भवति, अतः अचिष्णुधातुभ्रुवां युवर्यम् उवङ्गौ इति सूत्रेणैव शक्नु योगः अन्ति। अत्र नकारात् प्राप्यः उकारः अस्ति, तस्य उवङ् आदेशः भवति, शक्नु शक्न उव अन्ति शक्नुवन्ति इति रूपं सिद्ध्यति। सम्यक् भगिनि। भगिनि तत्र एरणेकाचस्य प्रसक्तिः एव नास्ति न? सत्यं सत्यं, अचिष्णुधातु ब्रुवाम् इत्यनेन उवङ् आदेशस्य। एरणेकाच इति उक्तवती वा? हा, तत् किञ्चित् निद्राग्रस्ता अस्ति। अस्तु, तर्हि किं वंशी भगिनी अग्रे अग्रे समापयति वा? अग्रे किञ्चित् पठित्वा अत्र यद् दत्तं तत् समापयामः। अस्तु, तत् सर्वं तद् क्ष्णुप्नातिषु च इति सूत्रं पठनीयं किल। स्वादिगणे सर्वे हलन्तदातवः, ततः स्वादिगणे सर्वे हलन्तदातवः अपि तथा, यतोहि धातु श्नु इत्यनयोः मेलनेन संयोगः निष्पद्यते एव। आप् योगः श्नु आप्नु, आप्नु योगः अन्ति, आप् योगः उव योगः अन्ति, आप्नुवन्ति। तत्र किम् अस्ति इत्युक्ते आप् योगः श्नु इति स्वादिभ्यः श्नु इत्यनेन श्नु प्रत्ययः अङ्गं भवति, आप्नु इति अङ्गं भवति। अधुना आप्नु तु उकारः तु संयोगपूर्वकः उकारः अस्ति इति कारणात् तत्र उष्णुवोः सर्वधातुके इति कार्यं न करोति, अतः तत्र उत्सर्गरूपेण तत्र अचिष्णुधातुभ्रुवां युवोरङ्गौ इत्यनेन उवङ् आदेशः भवति। अतः आप् योगः उवङ् इति अस्ति, तत्र ञकारस्य इत्संज्ञः भवति, अकारः उच्चारणार्थः अस्ति, अतः उव् एव अवशिष्यते। आप् योगः उप् योगः अन्ति, आप्नुवन्ति इति रूपं भवति। समानरीत्या सद् सघ् योगः सघ्नु इति अङ्गं भवति, सघ्नुवन्ति। समानरीत्या तत्रापि संयोगपूर्वकः उकारः अस्ति, अतः अचिष्णुधातुभ्रुवां युवोर्यङ्गौ इति सूत्रेणैव तत्र उवङ्गादेशः भवति। चं योगः चम्नु संयोगपूर्वः उकारः, चम्नुवन्ति। अश्योगः अश्नुवन्ति, तृप्योगः तृप्नुवन्ति इति रूपमस्ति। तृप् धातोः क्षुप्नादिगणे अस्ति, अतः तत्र कार्यं भिन्नमस्ति इति अग्रिमसूत्रे पश्यामः। सम्यक् अभवत्। समीचीनं समीचीनं सम्यक्. सुग्नादिषु च इति पठितं वा भवत्या? पूर्वं पठितं भगिनि, अधुना अत्र अत्र शुभ्नादिषु च इति सूत्रं पठतु, अनन्तरं ध्येयं च तदपि पठतु, समापयामः तत्र. क्षुब्नादिषु च इति सूत्रमस्ति अष्टमाध्याय चतुर्थपादे नवत्रिंशतितमं सूत्रमस्ति. क्षुब्नादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारादेशो न भवति, नकारादेशो न भवति. क्षुब्ना आदिर्येषां ते क्षुब्नादयः तेषु क्षुब्नादिषु, क्षुब्नादिषु सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. दशाभ्यां नो नः समानपदे इत्यस्मात् नः, नः इत्यनयोः अनुवृत्तिः. नाभाभू भू कमि गमि कमिभ्या वेपाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः. तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् नादिषु च नः नः न संहितायाम्. अस्तु, तत्र सूत्रं किं वदति इत्युक्ते क्षुब्नादिगणः एकः गणः अस्ति, तत्र केचन शब्दाः पठिताः सन्ति, अतः तत्र याः शब्दाः पठिताः तेषां तत्र नकारस्य स्थाने नत्वं न भवति, यद्यपि तत्र निमित्तानि सन्ति. रसाभ्यां नो नः समानपदे इत्यनेन तत्र समानपदे यदि रेपः मूर्धन्यषकारः स्तः, तस्मात् साक्षात् अनन्तरं यदि तत्र क्षम्यता तत्र अट्कुप्वाङ्मुं व्ययायपि इत्यनेन तत्र नकारस्य निमित्तानि यद्यपि सन्ति तत्र नत्वं न भवति इति सूत्रं वदति. अनुवृत्तिसहितसूत्रमस्ति क्षुब्नादिषु च इत्यनेन पूर्वसूत्रं किमपि अस्ति इति भावयामि. च नः नः न संहितायाम् इति अस्ति. अतः तृप् इति धातुः क्षुब्नादिषु गणे अस्ति, अतः तृ इति इत्यस्मिन् ऋकारः अस्ति, तस्मात् नकारः अस्ति. पकारः तु निमित्तव व्यवधानमस्ति, तस्य बाधा न भवति. अतः ऋकारेण तत् नकारस्य नत्वं भवेत्, परन्तु तत् नत्वं न अभवत्. केन कारणेन इत्युक्ते अनेन सूत्रेण तत्र नकारस्य नत्वं न भवति, यतोहि तत्र तृप् धातु क्षुब्नादिगणे अस्ति इति उक्तं भगिनि. तत्र अन्ते समापयामि. ध्येयं यत् अचिष्णु धातु ब्रुवां युवोरियङ्गौ इति सूत्रेण एकमेव विकरणप्रत्ययान्तम् अङ्गं यस्य उवङ् भवति. शुवादिगणेष्णु प्रत्ययान्तम् अङ्गं तदा तत् अतिरिच्य सर्वे धातव एव इकारान्ताः उकारान्ताः च भवन्ति. अतः तत्र अन्ते निगमनं किम् अस्ति इत्युक्ते तत्र विक्रणप्रत्यय अङ्गं कीदृशविक्रणप्रत्ययस्य अङ्गस्य उवङ्गादेशः भवति इत्युक्ते श्नु प्रत्ययान्तम् अङ्गं यत् अस्ति तस्य एव उकारस्य स्थाने उवङ् आदेशः भवति. तद् त्यक्त्वा अन्येषु धातवः ये सन्ति ते उकारान्तः इकारान्तः धातवः सन्ति, परन्तु तत्र संयोगः न भवति इति चिन्तयामि. तत्र अश्नु इत्यस्मिन्नेव संयोगः अस्ति इति कारणात्. हा, इत्युक्ते अचिष्णुधातु ब्रुवाम् इति सूत्रे केवलं श्नु प्रत्ययान्तस्य विषये उक्तं खलु. उकारान्तानाम् उकारान्तधातवः भवितुमर्हति, श्नु प्रत्ययान्त धातवः अपि भवितुम् अर्हन्ति खलु. हा, तर्हि स्नुप्रत्यान्तमङ्गमस्ति चेदपि अचिष्णुधातु ब्रुवां युवर्यङ्गौ कार्यं करोति, अनन्तरम् इकारान्त उकारान्तधातुरूपी अङ्गमस्ति चेदपि कार्यं करोति. तर्हि उकारान्तधातुरूपी अङ्गम् इति वयं वदामः चेत् स्नुप्रत्यान्तम् अङ्गम् इति भवितुमर्हति वा? भवितुम् अर्हति. तर्हि किमर्थं पृथक्तया उकारान्तम् अङ्गं स्नुप्रत्ययान्तम् अङ्गम् इति वक्तव्यम्? किमपि किमर्थम् उक्तम् इत्युक्ते तत्र इत्युक्ते स्नु प्रत्ययान्तं तु धातुरपि अङ्गं नास्ति खलु विकरणप्रत्ययान्तम् अङ्गं खलु तत्रापि भवेत् इति अपेक्षा अस्ति इति भेदः अस्ति खलु द्वयोः द्वयोः भेदः तत् साक्षात् उकारः तत्र धातुः नास्ति प्रत्ययस्य आगमनेन तत्र उकारान्तम् अङ्गं भवति अङ्गं लब्धं परन्तु तदपि तदन्तविधिना किमर्थं न भवति उकारान्तमङ्गम् इत्युक्ते तदन्तविधिना तत्र यद्यपि श्नु अपि भवति न उकारान्तधातुरूपि अङ्गम् अङ्गं नास्ति सत्यं सत्यं तर्हि अत्र केवलम् उकारान्तधातुरूपि अङ्गम् इति वदामः चेत् स्नु प्रत्ययान्त अङ्गे कार्यं न भवति यथा तत्र किं शक्नु इत्यत्र न भवति यतोहि धातुः तु इकारान्तं नास्ति शक् इति धातुः इकारान्त उकारान्तं नास्ति अतः सूत्रस्य कार्यं न स्यात् परन्तु स्नु प्रत्ययान्तम् इति उक्तत्वात् तत्र शक्नु इत्यत्र कार्यं भवति अस्तु समयः अतीतः अत्र स्थगनं कुर्मः कोऽपि संशयः अस्ति वा पुनः एकवारं पश्यन्तु अत्र जाटिल्यं नास्ति प्रश्नः सन्ति चेत् वदन्तु अहम् अत्र किञ्चित् वेगेन वयं गतवन्तः यतोहि परिचितविषयः इति कृत्वा अस्तु भ्रू धातु नास्ति खलु भगिनि भ्रू इति प्रातिपदिकं तस्यापि पृथक्तया ग्रहणं तर्हि अस्तु तर्हि धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः भगिनी नमस्कारः धन्यवादः भगिनी नमस्कारः